तर्हि गतरविवासरे अष्टाध्यायीसूत्राणां बलाबलम् इति विषये चर्चा अभवत्। तत्र अन्तरङ्ग इति विषयः प्रवर्तमानः अस्ति अधुना। तत्र अस्माभिः किं दृष्टं सुमित्रा महोदय? महोदय, क्षम्यतां, किञ्चित् पठनीयम् आवश्यकम्, अहं कर्तुं न शक्नोमि अधुना, क्षमतु। परन्तु ध्वनिमुद्रणानि कृपया शृणोतु। अस्तु महोदय, अस्तु, अहं शृणोमि। सर्वाणि मुद्रणानि जालपुटे सन्ति, तत्र शृणोतु। अस्तु, अस्तु महोदय, तर्हि रघुपतिमहोदय। महोदय, सूत्राणां बलाबलविषये अन्तरङ्गविषये अस्माकं मुख्या चर्चा का आसीत् गतरविवासरे, तत् वदतु। अहं न आगतवान्, परन्तु अहं श्रुतवान् ध्वनिमुद्रणं। तत्र शब्द अर्थ न शब्द नै नव्यव्याकरण वैयाकरणानां मत एव अनुसरणीयं, यतोहि यदि शब्द अर्थ एकनिमिषं यदि एकनिमिषं किं तस्य शब्दानाम् अर्थनिमित्तिकं स्वीक्रियते चेत् तत्र अनर्थं भविष्यति इति कारणेन केवलं शब्दमेव स्वीकरणीयम् इति त्रिचतुरस्त्रियां तिस्रचतस्र इति तत्र वयं दृष्टवन्तः किं भवति इति, यदि अर्थनिमित्तं स्वीक्रियते चेत् अनर्थं भवति इति। तर्हि अस्माभिः दृष्टं यत् यदि अर्थनिमित्तं नाम लिङ्गनिमित्तम् अपि भिन्नरूपेण निमित्तरूपेण यदि अस्माभिः स्वीक्रियते तर्हि एकं सूत्रं सर्वदा निरावकाशः भवति। अतः तद् एकं तर्कः अस्ति, एकः तर्कः अस्ति येन वयं ज्ञातुं शक्नुमः यत् केवलं शब्दनिमित्तिकं अन्तरङ्गं भवेत्। अस्तु, तदनन्तरं तत्र अस्माभिः किम् उदाहरणं दृष्टं, त्रिचतुरोस्त्रियां तिस्रचतुस्रः। अस्तु, तत्र सुमन् महोदय अस्ति खलु? आम् महोदय, इदानीमेव आगतवती। तत्र त्रिचतुरोस्त्रियां तिस्रचतुस्रः इति सूत्रविषये यदि अर्थनिमित्तिकं यदि वयं स्वीकुर्मः तत्र किं दोषः भवति, अर्थनिमित्तिकं न स्वीकुर्मः चेत् कथं दोषः न भवति इति एकवारं सारांशं वदतु। अस्तु, प्रयत्नं करोमि। तत्र एकनिमिषम्, अस्तु, तत्र एकं सूत्रं वदति स्त्रीलिङ्ग अस्ति चेत् यत्र यत्र त्रि भवति तत्तु तिस्र भवतु इति। अनन्तरं भिन्नसूत्रं वदति त्रि अस्ति चेत् त्रि योग नाम भवतु चेत् त्रय भवतु इति। योगः आम् आम् ओ क्षम्यतां, त्रियोग आम् अस्ति चेत् इत्युक्ते षष्ठी बहुवचनं तत् तत्र त्रि शब्दस्य परिवर्तनं भवति त्रय भवति. अनन्तरं ऋष्व नद्यापनो नुट् तत्र नुट् आगमः भवति. त्रय योग आम् त्रयणां भवति. किन्तु स्त्रियाम् अस्ति चेत् तिस्र योग आम् तिस्र अपि नाम भवति. सुपी च खलु वदति दीर्घं भवति इति. नामी क्षम्यतां, नामी वदति ऋकारः दीर्घ भवतु इति. अतः तिस्र नाम भवति चेत् तिस्र नाम इति भवति. किन्तु न तिस्र चतस्र सूत्रं वदति. तिस्र चतस्र अस्ति चेत् दीर्घं ऋकारस्य दीर्घः मा करोतु इति. किन्तु त्रयाणां भवति चेत् तत्र तत्र न तिस्र चतस्र कार्यं कर्तुमेव न भवितुं शक्नोति. अतः अर्थं अतः व्यर्थः भवति. अतः इदानीं वयं जानीमः तिस्र नाम एव भवति. तत्र नामी अपवादसूत्रम् इत्युक्ते न तिस्र चतस्र सूत्रं कार्यं कर्तुं शक्नोति. नो चेत् त्रयणां भवति चेत् तत्सूत्रं न कार्यं न कर्तुं शक्नोति एव. परन्तु भवत्या तु न उक्तं यत् कथं किमर्थं त्रय भवति न तु तिस्र. त्रियोगः आम् इति स्थाने किमर्थं त्रय भवति न तु तिस्र. तत्र तु त्रय सूत्रं कार्यं करोति. परन्तु त्रिचतुरो स्त्रियां चतुस्रो सूत्रस्य अपि प्रसक्तिः अस्ति, तर्हि किमर्थं त्रयस्त्रयः इति सूत्रस्य कार्यं भवति? अन्तरङ्गमस्ति. आमामां तत्र सूत्रस्य क्षम्यतां, तत्र तु वयं निमित्तानि कति निमित्तानि सन्ति इति गणनं कुर्वन्ति चेत् तत्र त्रयः सूत्रस्य निमित्तानि न्यूनं भवति, अन्तरङ्गं भवति. स्त्रियां अर्थं एकं निमित्तम् अस्ति इत्युक्ते स्त्रीलिङ्गम् अपि एकं निमित्तम् अस्ति इति चिन्तयामि चेत् त्रयस्त्रय अन्तरङ्गं भवति, स्त्रियां बहिरङ्गं भवति. अतः त्रयस्त्रय कार्यं करोति. किन्तु त्रयस्त्रय कार्यं करोति चेत् तिस्र चतस्र न तिस्र चतस्र सूत्रं व्यर्थं भवति. परन्तु यदि अर्थनिमित्तिकं यदि अस्ति तर्हि अर्थनिमित्तिकम् अस्ति तर्हि किमर्थम् अर्थनिमित्तिकम् अस्ति अतः भवती वदति यत् अन्तरङ्गं भवति त्रेत्रयः, अर्थनिमित्तिकं नास्ति चेत् कथं कार्यं भवति? विजि महोदय, शब्दनिमित्तिकं चेत् शब्दनिमित्तं द्रष्टव्यं, शब्दनिमित्तम् इत्युक्ते त्रियोगः आमी भवति, आं भवति त्रि इति शब्दम्, आम् इति विभक्तिकार्यं, अत्र निमित्तद्वयम् अस्ति, किन्तु त्रिचतुरो स्त्रियां तिष्ठतुषु इति सूत्रम् उपयुज्य तिस्रयोगः आम् अत्र तिसृशब्दः स्त्रियाम् अपि स्वीकरणीयम्, आम् इति विभक्तिकार्यम् इति कारणेन त्रीणि निमित्तानि सन्ति, त्रिचतुरो स्त्रियां तिसृचतुरु इति सूत्रं स्वीकृ आम् तत्तु अर्थनिमित्तिकम् अस्ति चेत् त्रीणि निमित्तानि सन्ति, अर्थनिमित्तिकं नास्ति चेत् अर्थनिमित्तिकं त्रि निमित्तानि सन्ति, शब्दनिमित्तकं निमित्तद्वयम् अस्ति। तर्हि यदि शब्दनिमित्तिकम् एव यदि वयं स्वीकुर्मः तर्हि किं भवति अन्तरङ्गं, किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गम्? त्रयस्त्रय अन्तरङ्गं भवति। कथं? न्यूनं भवति किल उभयोः द्वय द्वे निमित्त उभयोः विप्रतिषेध क्षम्यता अत्र अन्यत्र अन्यत्र लब्ध अवकाशः एकत्र प्राप्तमिति तुल्यबलविरोधी इति कारणेन परं सूत्रं कार्यं कर्तुम् अर्हति। तर्हि परं सूत्रं किं? विप्रशीते परं कार्यम् इति सूत्रेण। आं परन्तु अत्र परं सूत्रं किं? परं सूत्रं त्रयस्त्रयः त्रिचतुरो स्त्रियां तिसृचतुरः सेवेन्त् अध्याये सेकेण्ड् चाप्टर् त्रिश्रेयस सेवेन्त् एकः त्रिचतुरो स्त्रियां तिसृचतुर् इति एव अर्हति। तदनन्तरं तिसृयोगः आम् तदनन्तरं किं भवति? योगः आम् अत्र नुट् आगमः आगति, तिसृयोगः नामी भवति, तदनन्तरं अत्र तिसृ अपवादसूत्रेण ऋ इति वर्णः दीर्घः भवितुं न अर्हति, योगः येन सूत्रेण न तिसृ चतस्रु इति सूत्रेण इति अनेन तिसृयोगः नामि तिसृणां। तर्हि महोदय किमपि सूत्रं निरवकाशं न भवति, अतः सः कुत्रापि न भवति, सम्यक् रूपमपि रक्तं न भवति इति कारणेन केवलं शब्दनिमित्तिकं शब्दनिमित्तिकम् एव शब्दनिमित्तीकरणीयं निमित्तमेव स्वीकरणीयम् अर्थनिमित्तं न स्वीकरणीयम् अस्तु तर्हि धन्यवादः अस्तु तर्हि तदनन्तरं अस्तु तदनन्तरम् एतत्तु एकं विषयमासीत् एकं तर्कम् अस्ति येन वयं वक्तुं शक्नुमः यत् अर्थनिमित्तिकं न स्वीकरणीयं केवलं शब्दनिमित्तिकं स्वीकरणीयं तदनन्तरम् एकम् अन्य एकम् अन्य तर्कः अस्ति यत् अन्यतर्कः अस्ति येन अस्ति यत् स्थानिवत् आदेश अनल्विधौ इति सूत्रमस्ति स्थानिवत् आदेशौ अनल्विधौ इति सूत्रं वदति यत् आदेशः स्थानिवत् भवति आदेशः स्थानिवत् भवति इति तर्हि तर्हि तत्र किमस्ति तत्र अस्तु तर्हि वयं जानीमः यत् अस्तु तर्हि जनाः वदन्ति यत् अस्तु तर्हि शब्द अर्थनिमित्तिकं यदि वयं स्वीकुर्मः चेत् त्रियोगः आम् तत्र त्रययोगः आम् इति भवति अन्तरङ्गकारणेन अस्तु तर्हि जनानां तर्कः अस्ति यत् अर्थनिमित्तिकं यदि वयं स्वीकुर्मः चेदपि सम्यक् रूपं भवितुं शक्नोति कथं ते वदन्ति यत् त्रियोगः आम् तत्र अन्तरङ्गत्वेन त्रयस्त्रयः इति सूत्रेण त्रययोगः आम् भवति तदनन्तरं त्रययोगः आम् ह्रस्वनद्यापो नुट् इति सूत्रेण त्रययोगः नाम् भवति नामि इति सूत्रेण त्रयायोगः नाम् इति भवति तदनन्तरं ते वदन्ति यत् अस्तु त्रयायोगः नाम् इति स्थाने त्रया इति त्रय इव एव अस्ति कथं तर्हि त्रय इति स्थानिनः आदेशः अस्ति नाम प्रथमत्रय अस्ति तदनन्तरं तस्य त्रया भवति त्रया आदेशः अस्ति तर्हि तत्र लिखितमस्ति यत् एकदेशविकृतम् अनन्यवत् इति एकं परिभाषया यदि एक एव विकारः भवति नाम अत्र त्रया अस्ति अत्र केवलम् एक एव विकारः अस्ति त्रय इति शब्दस्य अपेक्षया एक एव विकारः अस्ति अतः त्रय इव इति ते इति परिभाषा अस्ति तर्हि त्रय इव इति परिभाषा तदनन्तरं स्थानिवद् आदेशौ अनल्विधौ इति सूत्रेण आदेशः स्थानिवद् भवति नाम त्रय यत् अस्ति तत् त्रयः त्रि एव इति किमर्थं यतोहि त्रि स्थानी अस्ति त्रय स्थानिना आदेशः अस्ति तर्हि त्रय त्रिस्थाने आगच्छति अतः त्रि स्थानी त्रय आदेश इति तदनन्तरम् अतः ते वदन्ति यत् एकवारं त्रययोगः नाम अस्ति तर्हि त्रया वस्तुतः त्रि एव तर्हि तत् वस्तुतः त्रि प्लस् नाम इति चिन्तयतु तदनन्तरं त्रिचतुरोस्त्रियां तिसृचतुस्रः इति सूत्रस्य कार्यं कृत्वा तत्र तिस्र इति आनयतु तिस्रयोगः नाम तदनन्तरं तिस्रयोगः नाम इति स्थाने नामी तदनन्तरं न तिसृचतुस्रः इति सूत्रयोः इति सूत्राभ्यां तिसृणाम् इति सम्यक् रूपं करोतु तर्हि तेषां व्ययाकरणाम् अथवा जनानां मतम् अस्ति यत् अर्थनिमित्तिकमपि यदि वयं स्वीकुर्मः हानिः न भवति स्थानिवत् आदेश अनल्विधौ इति सूत्रस्य सहायतया परन्तु तत्रापि एकं दोषमस्ति तत् तत्र दोषं किमस्ति एतद् वयं चिन्तयामः अस्तु तर्हि रघुपतिमहोदय हा महोदय अत्र पश्यति वा अत्र अधुना त्रयादेशस्य अनन्तरं त्रयायोगः नाम इति स्थितौ इति पश्यति वा? आम् आम् ततः अग्रे पठतु। अस्तु, अधुना त्रयादेशस्य अनन्तरं त्रयायोगः नाम इति स्थितौ स्थानिवद्भावेन तिस्र आदेशः इत्युक्तौ त्रय इति आदेशः त्रिशब्द इव अस्ति। त्रय इति आदेशः त्रिशब्द इव अस्ति। त्रियोगः नाम एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत् अन्यवत् न भवति। अन्यवत् न भवति। अनेन त्रय इत्यस्मिन् दीर्घादेशः त्रया इति जातः चेदपि त्रय इतिवत् त्रय इव भवति। अनेन त्रयादेशस्य स्थानिवद्भावेन त्रियोगः नाम नाम इति स्थितिः। किं लिखितं? त्रय इदानीं त्रय त्रययोग नाम इति स्थितौ। एकनिमिषं, प्रकृते पूर्ववाक्यं पठित्वा आगच्छामि। प्रकृते स्त्रियम् इत्यस्य अर्थनिमित्तत्वे सति बहिरङ्गत्वा त्रयादेशः भवति। त्रयादेशः त्रियोग आम् ते स्त्रियः इत्यनेन आमि परे त्रयादेशः त्रययोग आम् रस्वानो इत्यनेन रस्वातङ्गात् आम् प्रत्ययासनुटागमः त्रययोग नाम नामि इत्यनेन त्रया नाम। इदानीं त्रया नाम इति स्थितौ स्थानिवद्भावेन तिस्र आदेशः भवति। स्थानिवद्भाव इति स्वीक्रियते चेत् तिस्र आदेशः इत्युक्तौ त्रय इति आदेशः त्रिशब्द इव अस्ति। त्रिशब्द इव अस्ति। त्रियोगः नाम नाम एकदे अहं न अवगतवान् महोदय, एतत् किम् इति? किम् एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत् अन्यवत् न भवति इति अस्ति। अनेन त्रय इत्युक्तौ त्रय इति आदेश त्रिशब्द इव अस्ति। किमर्थं त्रि आगतं पुनः? तदेव मया उक्तं खलु अधुना, तत्र त्रयायोगः नाम इति स्थितिः अस्ति। तत्तु तत्तु भवान् अवगच्छति खलु, त्रयायोगः नाम कथं भवति? आमां, तर्हि अधुना त्रयायोगः नाम इति एकदेशविकृतम् अनन्यवत् नाम एकदेशविकृतम् इत्युक्ते एकम् एव विकारः अस्ति चेत् तर्हि अस्तु, तर्हि त्रय अस्ति, त्रय त्रय इति शब्दस्य स्थाने नामि इति सूत्रेण त्रया आगच्छति, त्रया आगच्छति दीर्घ। तर्हि त्रय त्रया मध्ये एकः एव विकारः अस्ति अस्ति खलु, केवलं दीर्घ आकारस्य एव विकारः अस्ति। तर्हि एकः विकारः एव अस्ति चेत् अनन्यवत् न भवति। अनन्यवत् इत्युक्ते न अन्यवत् डिफरेण्ट् न भवति। अन्यवत् इत्युक्ते डिफरेण्ट्, अनन्यवत् इत्युक्ते नाट् डिफरेण्ट्। तर्हि नाट् डिस्टिङ्गिशियबल्। तर्हि त्रया इति त्रय इव इति चिन्तयतु। तर्हि वस्तुतः त्रयायोगः नाम अस्ति, तत् वस्तुतः त्रययोगः नाम इति एव चिन्तयति। तदनन्तरं स्थानिवत् आदेशौ अनल्विधौ इति सूत्रं जानाति खलु? तत् सूत्रं किं वदति? स्थानिवत् स्थानिवत् स्थानिवत् भाव इति आदेशस्य स्वभावः अपि स्थानिवत् भवति इति। तर्हि अत्र त्रय यत् अस्ति, त्रय शब्द तत् कस्य स्थाने आगच्छति? तिस्र स्थाने आगच्छति। त्रि अस्ति खलु आरम्भे? अस्तु, त्रि स्थाने अस्ति। तर्हि त्रय वस्तुतः त्रिस्थाने आगच्छति, त्रेस्त्रयः इति सूत्रेण त्रिस्थाने त्रय भवति. त्रिस्थानी अस्ति, त्रय आदेश अस्ति, अतः त्रेस्त्रयः इति सूत्रेण त्रिस्थानी त्रय आदेश अथवा त्रय त्रि इव. अतः त्रययोगः नाम वस्तुतः त्रियोगः नाम इति चिन्तयति इति एक तर्कधारा अस्ति यत् त्रयायोगः नाम तु भवति परन्तु तत् त्रियोगः नाम इव. अस्तु, अग्रे पठतु. अनेन त्रयादेशस्य स्थानिवद्भावेन त्रियोगनाम् इति स्थितिः. तस्माच्च त्रिचतुरोस्त्रियां तिसृच्चतुसृ इत्यस्मात् प्रसक्तिः. अस्तु, इदानीम् अस्तु, तिसृयोगः नाम भवति त्रिस्य स्थाने तिस्र. तदा नामी इत्यनेन अजन्तङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे. अस्तु, नाम प्रत्यये परे अस्यां स्थितौ न तिस्र चतस्र इति दीर्घबालकसूत्रस्य प्रसक्तिः भवति. अनेन अस्य सूत्रस्य व्यर्थता वारिता. अस्य सूत्रस्य एतत् सूत्रं व्यर्थं न भवति इति एतद्रीत्या वयं सूत्राणां उपयोगं कुर्मः चेत् तर्हि यत् एकवारं त्रियोगः नाम इति यदि वयं चिन्तयामः तदनन्तरं त्रिचतुरस्त्रियां त्रिचतुस्रः इति सूत्रम् आनीय तिस्रयोगः नाम करोतु. तदनन्तरं नामी न त्रिचतुस्रः इति सूत्रेण तिस्रनाम भवति, अतः सम्यक् रूपमपि सिद्ध्यते. कस्यापि सूत्रस्य व्यर्थता अपि न भवति, सर्वं कुशलमस्ति. तर्हि जनाः वदन्ति यत् एतया विचारधारया तर्कधारया त्रिनिमित्तिक अङ्ग त्रिनिमित्तिक भिन्न त्रिनिमित्तिकमपि यदि वयं स्वीकुर्मः तर्हि किमपि सूत्रं व्यर्थं न भवति इति. अवगच्छति वा? परन्तु एकवारम् एकदेशं कृतम् अनन्यवतीति इति तस्य विवरणं दातुं शक्यते वा महोदय? अत्र एकदेशविकृतम् अनन्यवत् इति सूत्र परिभाषायाः महत्त्वमस्ति खलु. अन्यथा कथं वदति यत् त्रया इति त्रय इव? अवगच्छति वा? आं महोदय, आम् आम् अवगतवान्. सर्वेषां सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम्? आम् महोदय. प्रश्नः अस्ति कस्यापि तर्हि पृच्छतु एकवारम्. एकदेशविकृतम् अनन्यवत् अन्यस्थले अपि अस्ति वा महोदय? यत्र एव भवति भवितुं शक्नोति महोदय. किन्तु एतानि सोपानानि किमर्थं त्रय तु त्रि स्थाने आगच्छति, त्रय आगच्छति तत् त्रिवत् अस्ति अतः तिस्र भवितुं शक्नोति. किमर्थं त्रया भवति अनन्तरम् एतत् सूत्रम् आगच्छति पुनः तिस्र भवति? तदपि अस्ति एकं तर्कः, परन्तु वयं किं द्रष्टुम् इच्छामः यत् त्रयायोगः नाम तत्र स्थाने अपि तिस्र भवितुं शक्नोति, नाम कुत्रापि तिस्र आगन्तुं शक्नोति. त्रययोगः नाम, त्रययोगः आम्, त्रयायोगः नाम तत्र अपि भवितुं शक्नोति. तत्र नाम मध्ये किमर्थम् अस्ति तत्र अग्रे दृष्ट्वा किञ्चित् अधिकं स्पष्टं भवति. परन्तु विषयः अस्ति यत् त्रयायोगः नाम इति स्थले अपि त्रियोगः नाम भवितुं शक्नोति। सत्यं खलु, तिस्र नाम भवति चेत् पुनः त्रयाणां भवितुं शक्नोति। किं कान्वर्स्, नो चेत् रिवर्स् अपि कर्तुं शक्नुमः खलु, तिस्र नाम भवति चेत् त्रयाणाम् अपि वयं कर्तुं शक्नुमः। तिस्र नाम सूत्रं व्यक्तं न भवति इति कारणेन वयम् एतत् कुर्मः किल, एकसूत्रम् अपि व्यक्तं न भवति इति मनसि चिन्ता। हा तर्हि तर्हि प्रश्नः किम् आसीत् यत् सूत्रं निरावकाशं भवति अतः एतत् सर्वं वयं कुर्मः। फैनलि रूपं किं भवति तेन वयं ज्ञातुं शक्नुमः यत् सूत्रं व्यर्थं भवति न वा। तर्हि तिस्र अनन्तरं पुनः त्रयायोगः नाम भवति, तर्हि किमपि सूत्रं पुनः व्यर्थं भवति। अन्तिमरूपे अन्तिमरूपे अन्तिमरूपं स्वीकृत्य सूत्रं व्यर्थं न भवेत्। अस्तु, अहं सम्यक् चिन्तयामि वा न इति न जानामि। एतत् दिस् लाजिक् इस् बीङ्ग् यूस्ड् बै पीपल् हु से अर्थमपि निमित्तं किम्। अस्तु, अर्थमपि निमित्तं भवति चेत् त्रयाणां भवति, तत्र त्रय इव त्रय त्रि एव, अतः त्रि अपि तिस्र भवितुं शक्नोति, अतः सूत्रं व्यर्थं न भवति। नाम यदि अर्थनिमित्तमपि यदि वयं स्वीकुर्मः तदा तदपि सम्यक् रूपं वयं साधयामः। अस्तु अस्तु अस्तु, इदानीं अवगतम्। सर्वत्र कर्तुं शक्नोति महोदय। किं सर्वत्र अर्थनिमित्तं स्वीकरणीयम् इति मनसि चिन्तयित्वा सर्वत्र एतत् कार्यं कर्तुं शक्नोति वा? तदेव तदेव तदेव तदेव प्रश्नः अस्ति यत् अर्थ सर्वत्र अर्थनिमित्तं तदनन्तरं स्थानीवत् एकदेशविकृतम् इति किमपि कृत्वा सम्यक् रूपं वयं साधयितुं शक्नुमः इति अस्ति। परन्तु इति तु इदानीं पर्यन्तम् अस्माभिः पठितं, परन्तु तत्र अपि दोषः अस्ति वा कुत्र इति वयम् इति चिन्तनीयम्। कौण्टर् एक्साम्पल्स् मेबि काम्प्लेक्स् तु अस्ति परन्तु दोषः अस्ति न वा इति, तर्हि दोषः अस्ति इति एव वयम् अग्रे पठामः। अस्तु, तर्हि अन्ये के सन्ति? सरला महोदय पठति वा? सरला महोदय केवलं शृणोमि इति वदति किल। ओ अस्तु अस्तु, मलर् महोदय अस्ति वा अत्र? अत्र न पश्यामि, गच्छति वा मलर्? सुमित्रा महोदय पठतु अग्रे। आम् आं महोदय, शृणोति वा? आम् अधोभाग तदेव खलु, परन्तु इति परन्तु परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिस्र आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गं, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रयायोगः नाम अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति। लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति नाम एकवारमेव भवति. अतः तिस् आदेशात् पूर्वं तस्मिन्नेव स्थाले दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिस्रचतुस्र इति दीर्घनिषेधकसूत्रं व्यक्तं भवति एव. अस्य च निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते. किं लिखितम्? वक्तुं न शक्नोमि महोदय, क्षम्यताम्. अस्तु अस्तु, तर्हि तर्हि त्रययोगः नाम इति सोपानं चिन्तयतु. त्रययोगः नाम त्रय एव त्रय ह्रस्व ह्रस्व त्रययोगः नाम इति सोपानं चिन्तयतु. तर्हि इदानीं मया किम् उक्तं यत् त्रययोगः नाम इति इति नामी इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि नामी इति सूत्रस्य एका प्रसक्तिः अस्ति. तदनन्तरं स्थानिवत् आदेश अनल्विधौ इति सूत्रेण त्रय त्रि इव, तदनन्तरं त्रिस्थाने त्रिचतुरो स्त्रियां त्रिचतुस्रो इति सूत्रस्य प्रसक्तिः अस्ति खलु. तर्हि त्रययोगः नाम इति स्थाने चिन्तयतु यत् नामी इति सूत्रस्य प्रसक्तिः अस्ति, येन त्रयस्थाने आकारादेशो भवति. तदनन्तरं न त्रिचतुरो स्त्रियां त्रिचतुस्रो इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि त्रय त्रि इव तदनन्तरं त्रिस्थाने तिस्र आगन्तुं शक्नोति इति. तर्हि अधुना चिन्तनीयं कस्य सूत्रस्य कार्यं भवति, नामी अथवा त्रिचतुरो स्त्रियां तिस्रचतुस्र. तर्हि अत्रापि तस्मिन्नेव रीत्या येन रीत्या त्रयस्त्रयः इति सूत्रस्य कार्यं भवति तेनैव रीत्या अन्तरङ्गत्वेन नामी इति सूत्रस्य एव कार्यं भवति. कथं नामी इति सूत्रं किं किं वदति? नामी इति सूत्रं वदति यत् ह्रस्व स्वरः अस्ति चेत् तस्य दीर्घं करोतु नाम इति प्रत्यये परे. तर्हि नामी इति सूत्रस्य कृते केवलं निमित्तद्वयम् अस्ति अत्र, त्रय, यतोहि त्रय मध्ये अन्त ह्रस्वकारः अस्ति, तदनन्तरं नाम इति. परन्तु त्रिचतुरो स्त्रियां तिस्रचतुस्रः इति सूत्रस्य कृते तु त्रिनिमित्तिकम् इति स्वीकृत्य अधुना अपि निमित्तत्रयमस्ति, त्रय त्रि नाम तदनन्तरं स्त्रीलिङ्गं. तर्हि निमित्तत्रयमस्ति, अतः अधुना अपि नामी इति सूत्रम् अन्तरङ्गत्वेन तस्य कार्यं भवति. तर्हि त्रययोगः नाम इति स्थितौ नामी वर्सेस् त्रिचतुरो स्त्रियां त्रिचतुस्रः इति सूत्रस्य विरोधे अन्तरङ्गत्वेन नामी इति सूत्रस्य एव कार्यं भवति, अतः त्रययोगः नाम एव भवति. तर्हि प्रथमतर्कः तु अस्ति यत् त्रययोगः नाम इति स्थाने स्थानिवत् आदेश अनल्विधौ इति सूत्रेण यदि वयं त्रि कुर्मः यथा सुमन् महोदय पृच्छति, तर्हि किं हानिः भवति? हानिः भवति यतोहि त्रियोगः नाम इति त्रियोगः नाम तदनन्तरं न त्रिचतुरो स्त्रियां त्रिचतुस्रो इति सूत्रस्य यदि वयं कुर्मः तत् समीचीनं न भवति, यतोहि नामी इति सूत्रेण यद् दीर्घं भवति तत् अन्तरङ्गं कार्यमस्ति. अतः त्रययोगः नाम इति स्थाने नामी इति सूत्रेण त्रयायोगः नाम इति एव करणीयम् अन्तरङ्गत्वेन इति अस्ति. तर्हि त्रयायोगः नाम तु भवति एव, तत्र तिस्र आगन्तुं न शक्नोति अन्तरङ्गत्वेन. इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा? आं महोदय. महोदय एकः प्रश्नः अस्ति, भवान् उक्तवान् त्रययोगः नाम भवति चेत् तत्र अकार अस्ति तत् दीर्घं भवति त्रया योग नाम भवति. तत्र निमित्तानि निमित्तं द्वयम् अस्ति इति ह्रस्वकार नाम तिस्र योग नाम स्वीकुर्मः चेत् तत्र अपि ह्रस्व रकारः अस्ति नाम अस्ति पुनः किमर्थं स्त्रीलिङ्ग इति निमित्तम् अस्ति अत्र प्रश्नः अस्ति यत् त्रययोगः नाम तत्र नामी यदि वयं कुर्मः तत्र त्रया भवति परन्तु त्रयस्थाने तिस्र कथम् आगच्छति त्रयस्थाने वयं दृष्टवन्तः खलु एकमेव विकारः अस्ति अतः त्रय इव त्रिस्थाने आम् त्रि इव त्रिस्थाने तिस्र कथम् आगच्छति निमित्तत्रयं भवति तत्र स्त्रीस्थाने तिस्र तस्य आगमनस्य निमित्तत्रयमस्ति खलु स्त्रीलिङ्गमपि अस्ति अतः त्रिचतुरो स्त्रियां तिसचतुस्रो इति सूत्रस्य निमित्तत्रयं भवति सत्यं तदेव अस्ति परन्तु अत्र कम्पेरिसन् कस्मिन् सूत्रे अस्ति नामी वर्सेस् त्रिचतुरो स्त्रियां तिसचतुस्रो I see. So the comparison is not between Treshtraya and Tisra Chatusra. So that is over. We saw that comparison gives a wrong result. But now the comparison is between Nami and Trichaturostriya. Tari Traya Yogha Naam Iti Sthale Nami Api Karyam Kartum Shaknoti Trichaturostriya Api Karyam Kartum Shaknoti. ओ अस्तु त्रिचतुस्रो स्त्रियं थ्रू देट् विकार त्रय ईक्वल् टु त्रय ईक्वल् टु त्रि अस्तु सो तत्र एकं सूत्रं कार्यं कर्तुं शक्नोति नो चेत् नामी सूत्रेण ह्रस्व अकार दीर्घः परन्तु नामी इति सूत्रस्य एव कार्यं भवति यतोहि तत् अन्तरङ्गं सूत्रमस्ति आम् अस्तु अतः त्रयायोगः नाम तु भवति एव इति सर्वे चिन्त अवगच्छन्ति वा त्रयायोगः नाम अनन्तरं त्रयायोगः नाम सर्वे अवगच्छन्ति खलु अस्तु तर्हि अधुना प्रश्नः आगच्छति यत् त्रयायोगः नाम इति स्थाने तिसृयोगः नाम आगत्य पुनः तस्य दीर्घऋकारः भवितुं शक्नोति न वा नाम त्रयायोगः नाम भवति अधुना त्रययोगः स्थाने तिस्र करोतु तत्र तिस्र तत्र नामी कृत्वा तिस्र भवितुं शक्नोति यथा सुमन् महोदय वदति खलु यत् त्रयायोगः नाम इति स्थाने पुनः तिस्र आगच्छति स्थानिवत् आदेश अनल्विधौ इति तर्केन तिस्र आगच्छति तदनन्तरं पुनः नामी इति कृत्वा तिसृ इति करोतु तर्हि तदपि भवितुं न शक्नोति एकं न्यायः अस्ति एकं लाजिक् अस्ति तत्र लक्ष्ये लक्षणन्यायः यत् सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रम् एकस्मिन् एव लक्ष्ये नाम एकस्मिन् एव स्थाले एकस्मिन् एव स्थाने यदि अन्यसूत्रस्य कार्यम् एकवारं भवति चेत् पुनः कार्यं तस्य न भवति नाम वन्स् अ सूत्र हेज़् डन् इट्स् वर्क् एट् अ पर्टिक्युलर् लोकेशन् इट् केनाट् डू इट्स् वर्क् अगेन् सो त्रयायोगः नाम इति स्थाने नामी इति सूत्रस्य कार्यं तु पूर्वमेव सञ्जातं त्रया इति यदा भवति दीर्घः तत्र नामी इति सूत्रस्य कार्यं तु पूर्वम् एव सञ्जातं तदनन्तरं पुनः तिसृ यदि वयं कुर्मः तत्र दीर्घत्वं न भवितुं शक्नोति बिकास् यतोहि नामी इति सूत्रस्य कार्यं तु पूर्वमेव सञ्जातं सो त्रयायोगः नाम एट् दिस् पायिण्ट् आफ् द प्रक्रिया नामी इति सूत्रं हेस् आल्रेडि डन् इट्स् वर्क् देट् इस् वै त्रय हेस् बिकम् त्रया नाव् एट् द सेम् लोकेशन् एट् द सेम् स्पाट् if we make traya equals to tisra, and then we say that tisra can again become dirgha rukara, that is wrong, because nami has already done its work. So once traya becomes tisra, nami at the same location, nami cannot do its work again because of lakshye lakshana nayah. Ekasmin eva lakshye, ekasmin eva sthale, lakshanam nama sutram, lakshanam nama sutram, ekavaram eva karyam karoti at that same location. If the location changes, sure, the sutram can again work, but at the same location, ekasmin eva sthale, ekam sutram ekavaram eva karyam karoti. अतः यदि स्थानिवत् आदेश अनल्विधौ इति सूत्रेण यदि वयं तिसृ कुर्मः त्रया स्थाने, देट् तिसृ केनाट् बिकम् तिसृ, यतो हि नामी सूत्रस्य कार्यं भवति एव. अतः तिसृ नाम तु भवति, परन्तु न तिसृचतुस्रः इति सूत्रस्य पुनः व्यर्था भवति. यतोहि यदि एतादृशी यदि वयं एतादृशं यदि वयं चिन्तनं कुर्मः तर्हि सर्वदा तिस्र त्रया स्थाने तिस्र भवति, तिस्र तस्य तु दीर्घत्वं न भवति एव, दीर्घं न भवति एव चेत् न तिस्र चतुस्रः इति सूत्रस्य कार्यमेव कुत्रापि न भवति. निषेधकसूत्रं दीर्घनिषेधकसूत्रं तस्य कार्यं न भवति, अतः तत् सूत्रं व्यर्थं भवति, अतः पुनः सूत्रस्य व्यर्थता भवति. अतः अगेन् आल् दिस् लाजिक् we have shown that is faulty. Iti. So, as long, so the bottom line is, athava nishkarshah asti, yata, yatra, yada kada arthanimittikam vayam svikurmaha, tada kada kenapi ritya vayam yadi tarkam kurmaha, yat ekadesha vikritam, sthanivat adeshah, tatra kimapi kurmaha chet, न तिसृ चतुस्रः इति सूत्रं तु सर्वदा व्यर्थं भवति इति. अतः प्रायः पूर्वं चर्चा कृतवन्तः, किन्तु त्रययोगनाम पूर्वं त्रय तिस्र न भवितुं शक्नोति. तदेव अधुना वयं दृष्टं खलु, त्रययोगः नाम अत्र त्रययोगः नाम अत्र नामी इति सूत्रं कार्यं कर्तुं शक्नोति. महोदय, बाधकसूत्रं प्रथमतया करणीयं, तदनन्तरं बाधकसूत्रं प्रथमतया कार्यं करोति. बाधकसूत्रं नास्ति, न तिसृचतुस्र इति बाधकसूत्रं प्रथमं कार्यं करोति. प्रथमं कुत्र सोपानानि न तिसृ चतुस्र इति सूत्रं प्रथमं कुत्र कार्यं करोति? एज लाङ्ग् एज यदा पर्यन्तं तिसृ न आगच्छति, न तिसृ चतुस्र कार्यमेव कर्तुं न शक्नोति खलु. न तिसृ चतुस्र सूत्रस्य कार्यं रिक्वायर्स् देट् तिसृ कम्स् देर्. कार्यं कर्तुं न शक्नोति इति कारणात् नामी सूत्रं प्रथमतया आगच्छति. तदा पर्यन्तं न तिसृचतुस्र तत्र तस्य प्रसक्तिः एव नास्ति. एकवारं तिसृ आगच्छति चेत् तस्य प्रसक्तिः भवति, परन्तु तिसृ अपि कुत्र, यदा तिसृ तस्य दीर्घत्वं भवेत् तदनन्तरं न तिसृ चतुस्र इति सूर्यं सूत्रम् आगत्य बाधयति यत् मा करोतु. परन्तु लक्ष्यलक्षणन्यायः इति परिभाषया तिसृ इति शब्दस्य कदापि तिसृ इति भवितुं न शक्नोति. यतोहि एकवारं नामी सूत्रं कार्यं करोति, पुनः कार्यं कर्तुं न शक्नोति. अतः किमपि करोतु, किमपि तर्कं करोतु, यदा पर्यन्तं स्त्री इति भिन्ननिमित्तम् अस्ति तदा पर्यन्तं सर्वदा अन्तरङ्गत्वेन इति माध्यमेन अन्तरङ्गत्वस्य विचार तर्केण न तिसृ चतुस्रः इति सूत्रस्य व्यर्थता भवति एव. किमपि करोतु, स्थानिवत् करोतु, करोतु, एकदेशविकृतम् इति चिन्तयित्वा करोतु, करोतु, परन्तु किमपि लक्ष्ये लक्षणन्यायेन इति आगत्य अन्तरङ्गत्वम् आगत्य वयम् एतादृशं न तिष्ठतिस्र इति सूत्रस्य व्यर्थता वयं वारयितुं न शक्नुमः. अतः द ओन्लि पासिबल् एक्स्प्लेनेशन् देन् टु रिसाल्व् आल् दिस् इस् यत् स्त्रीनिमित्तिकं न स्वीकरणीयम्. स्त्रीनिमित्तिकं न स्वीकरणीयम् एव, केवलं शब्दनिमित्तिकं स्वीकरणीयं. शब्दनिमित्तिकं यदि वयं स्वीकुर्मः तर्हि कुत्रापि अन्तरङ्गस्य प्रश्नः एव न आगच्छति, समस्या एव न आगच्छति. केवलं विप्रतिषेधम् इति भवति, विप्रतिषेधः भवति तर्हि परकायम् इति कृत्वा तिस्रः भवितुं शक्नोमि. सूत्रं किमपि सूत्रं व्यर्थं न भवति. अवगच्छन्ति वा? आं महोदय. तर्हि पुनः अहं वदामि, तत्र प्रथमतया तु त्रियोगः आम् अस्ति. अस्मिन् स्थले त्रयस्त्रयः वर्सेस् न त्रिचतुरस्त्रियाम् इति सूत्रस्य विरोधः अस्ति. कस्मिन् कस्य सूत्रस्य कार्यं भवति? तर्हि यदि वयं सर्वत्र स्त्री इति भिन्ननिमित्तं स्वीकुर्मः तर्हि त्रयस्त्रयः इति सूत्रम् अन्तरङ्गम्. अतः त्रिस्थाने त्रयः भवति, त्रययोगः नाम. अधुना त्रययोगः आम्. त्रययोगः आम् इति स्थाने रस्वनद्यापो नुट् इति सूत्रेण त्रययोगः नाम भवति. अधुना त्रययोगः नाम इति स्थाने पुनः वयं चिन्तयितुं शक्नुमः यत् त्रययोगः नाम इति स्थाने नामी अपि कार्यं कर्तुं शक्नोति, येन त्रयः तस्य त्रयः भवति. तदनन्तरं स्थानिवत् आदेश अनल्विधौ इति सूत्रेण त्रयस्थाने त्रि आगत्य पुनः त्रिचतुरस्त्रियाम् इति सूत्रस्य कार्यं कृत्वा तिस्र आगन्तुं शक्नोति. नाम यदि नामी भवति चेत् त्रयायोगः नाम भवति, त्रिचतुरस्त्रियां भवति चेत् तिस्रयोगः नाम भवति, तिस्रयोगः नाम भवति. तर्हि किं कार्यं करणीयम्? तर्हि पुनः अन्तरङ्गत्वेन नामी इति सूत्रस्य कार्यं भवति, यतोहि नामी इति सूत्रस्य निमित्तद्वयमस्ति, त्रय नाम. परन्तु त्रिचतुरस्त्रियाम् इति सूत्रस्य निमित्तानि त्रीणि सन्ति, त्रिशब्द नाम अपि, परन्तु स्त्रीलिङ्गम् अपि भिन्ननिमित्तम्. अतः नामी इति अन्तरङ्गत्वम्. अतः त्रययोगः नाम इति स्थाने त्रया एव करणीयम्. तर्हि त्रयायोगः नाम. अधुना पुनः त्रयायोगः नाम इति स्थाने वयं वक्तुं शक्नुमः, अस्तु त्रयायोगः नाम आगच्छति. अधुना एकदेशविकृतम् अनन्यवत् इति सूत्रेण त्रयात्रय इव चिन्तयितुं शक्नुमः. तदनन्तरं पुनः स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण त्रय त्रि इव अस्ति. तदनन्तरं त्रिचतुरस्त्रियाम् इति सूत्रेण तिस्र आगच्छति. नाम त्रयायोगः नाम इति स्थाने पुनः तिस्र ह्रस्वऋकार तिस्र योगः नाम करोतु. अस्तु करोतु. परन्तु तिस्रयोगः नाम यदि वयं कुर्मः तस्य अधुना पुनः दीर्घत्वं न भवितुं शक्नोति. किमर्थं? यतोहि तस्मिन् एव स्थाने नामी इति सूत्रं यत् अस्ति, नामी इति सूत्रं येन दीर्घत्वं भवति, तस्य कार्यं तु पूर्वम् एव सञ्जातम्. अतः तस्मिन् एव स्थले एकं सूत्रम् एकवारम् एव कार्यं कर्तुं शक्नोति. अतः तिस्रयोगः नाम तत्र नामी नामी सूत्रेण तत्र तिस्रयोगः नाम न भवितुं शक्नोति. ह्रस्व तिस्र एव भवति. अस्तु, तथा भवति चेत् न तिस्रचतुस्र सूत्रस्य कार्यमेव न भवति, यतोहि तत् सूत्रं तु वदति यत् नामी इति सूत्रेण तिस्रस्थाने यत् दीर्घरिकारः आगच्छति तत् बाधयति सूत्रं. परन्तु दीर्घरिकारः नागच्छति एव, बाधकसूत्रस्य किमपि प्रसक्तिः एव नास्ति, सूत्रं व्यर्थं भवति. अतः स्त्री इति निमित्तं यदि वयं स्वीकुर्मः तर्हि न तिस्रचतुस्रः इति सूत्रं सर्वदा व्यर्थं भवति. अतः स्त्री इति निमित्तिकं कदापि न स्वीकरणीयम्. अस्तु, तर्हि शब्दनिमित्तं यदि वयं स्वीकुर्मः तर्हि किमपि दोषः न अस्ति, यतोहि त्रियोगः आम् इति स्थाने त्रे भवति अथवा त्रि भवति, त्रय भवति अथवा तिस्र भवति, त्रयस्त्रयः कार्यं करोति अथवा त्रिचतुरस्त्रियाम् इति कार्यं करोति. तर्हि वयं जानीमः यत् अन्यत्र अन्यत्र लब्धावकाशः भवति, अतः तुल्यबलविरोधेन पूर्वकार्यं करोतु, पूर्व परकार्यं करोतु, क्षम्यताम्। अतः परकार्यम् अस्ति त्रिचतुरोस्त्रियाम्, अतः त्रिचतुरोस्त्रियाम् इति सूत्रस्य कार्यं भूत्वा प्रथमम् एव तिस्रयोगः आम् भवति, तिस्रयोगः आम् भवति, अतः तिस्रयोगः आम् भवति। तदनन्तरं तु नामी ह्रस्वनन्द्यापो नोट् नामी इति सूत्रेण तिसृयोगः नाम् भवति। तदनन्तरं न तिसृचतुस्र इति सूत्रम् आगत्य बाधा करोति, पुनः तिसृ तस्य तिसृ भवति, तिस्रयोगः नाम् रूपं सम्यक्, किमपि सूत्रमपि व्यर्थं न भवति, अतः कार्यं भवति। अतः वयं ज्ञातुं शक्नुमः यत् अन्तरङ्गविषये यत् निमित्तमस्ति तत् केवलं शब्दनिमित्तं स्वीकरणीयं। यदि वयम् अर्थनिमित्तिकं स्वीकुर्मः तर्हि त्रि इति शब्दस्य उदाहरणेन वयं ज्ञातुं शक्नुमः यत् दोषः भवति इति। अतः नूतनवैयाकरणस्य भाष्यकराणां वैयाकरणानां भाष्यकराणां मतं स्वीकरणीयम्। सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति कस्यापि? पृच्छतु। मम एकः प्रश्नः अस्ति, भवान् उक्तवान् तिस्रयोगनां भवति, अनन्तरं न तिस्र चतस्र एतत् सूत्रं कार्यं करोति, किन्तु न तिस्र चतस्र बाधकसूत्रम् अस्ति चेत् तिस्र नामीसूत्रस्य नामीसूत्रं कार्यं कार्यं करोति, अनन्तरं किमर्थम् आगन्तुं बाधकं करोति? तत् पूर्वमेव कार्यं करोति खलु? नो चेत् अपवादसूत्र बाधकसूत्र किमपि भेदः अस्ति वा? न न न, बाधा इत्युक्ते किं? देट् बाधा इत्युक्ते समथिङ्ग् वास् बीङ्ग् डन् बट् बाधकसूत्रम् आगत्य कथयति मा करोति न न न न ऐ डोण्ट् थिङ्क् महोदय अहं चिन्तयामि, अहम् अवगच्छामि। न न भवान् अवगच्छति सम्यक्। तर्हि नामी इति सूत्रं किं करोति? दीर्घत्वं करोति सर्वत्र, आम् तिस्रमध्ये अपि पण दीर्घत्वं करोति। तर्हि परन्तु न तिस्रचतुस्र इति सूत्रम् आगत्य तत् तिस्रमध्ये यत् नामी इति सूत्रेण दीर्घत्वं भवति तत्र बाधा करोति, यत् अत्र मा करोतु, अतः तिस्रनाम ह्रस्व एव भवति। मम प्रश्नः अस्ति, पूर्वं वयं इको एनर्जि वृद्धि रेचि तत्र वयम् उक्तवन्तः अपवादसूत्रम् अस्ति, अतः इको एनर्जि कार्यमेव न करोति इति। अत्र वयं वदामः नामी कार्यं करोति किन्तु न तिस्र चतस्र आगन्तुं वदति न करोतु इति। बाधकसूत्र अपवादसूत्र तयोः मध्ये किमपि अत्र अपवादं बाधकसूत्रम् अपवादसूत्रं भिन्नम् अस्ति। अस्तु, भेदः कः? तर्हि अत्र अपवादसूत्र नास्ति, बाधकसूत्रमस्ति। प्रायः गतवर्गे अपि अस्माभिः चर्चितं। तर्हि अपवादसूत्रं तत् स्वतन्त्ररूपेण कार्यं कर्तुं शक्नोति। आम् आम् आम् आम्, क्षम्यताम्, इदानीं स्मरामि। परन्तु न तिसु चतुस्रः इति सूत्रस्य कार्यं नामी इति सूत्रे निर्भरमस्ति। यदा पर्यन्तं नामी न आगच्छति, दीर्घत्वं न करोति, तदा पर्यन्तं न तिष्ठतुस्र इति सूत्रस्य प्रसक्तिः एव नास्ति। अस्तु, सो न तिष्ठतुस्र इण्डिपेण्डेण्ट्लि स्वतन्त्रतया कार्यं न कर्तुं शक्नोति, अतः तत् अपवादं नास्ति इति। अतः पूर्वं कर्तुं किमपि नास्ति, पूर्व किमपि नास्ति अत्र। नामी तु भवति एव, तदनन्तरं न तिष्ठति तत्र कार्यं कर्तुं शक्नोति, परन्तु वृद्धिरेचि मध्ये इकुलणचि नास्ति चेदपि वृद्धिरेचि कार्यं कर्तुं शक्नोति, अतः तत्र अपवादत्वं भवति। अस्तु तर्हि अग्रे पठामः। बाधकसूत्रस्य स्थानं कुत्रापि नास्ति खलु इन् दट् हैरार्कि? न न अस्तु। अस्तु तर्हि अग्रे पठामः। मदर महोदय। हा महोदय, अग्रे पठतु, अग्रे पठतु। कुत्र अत्र स्त्री अर्थ अथवा वा? अत्र स्त्री अर्थः इत्युच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते, अकारान्त पुल्लिङ्ग रामशब्दः इति यथा लिङ्गवत्त्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्। स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते, विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम्। गुणानां साक्षात् निमित्ततया कथं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थनिमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते। अपरेषु स्तरेषु प्रदर्शयते यत् विशेषणतया निमित्ततया गृह्यते, अर्थः सम्पूर्णतया परित्यक्तव्य इति न उच्यते, किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न गृह्यते, अपि च विशेषतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि इत्यञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते। अत्र स्त्री इत्युक्ते अर्थम् एव सूचयति, लिङ्गम् अर्थनिष्ठम् अतः लिङ्गम् अर्थम् एव सूचयति, स्त्रीलिङ्गं वा पुल्लिङ्गं वा इति सूचयति। तत्तु शब्दस्य विशेषः भवति, तत् स्त्रीलिङ्गं विशेषणं भवति, परन्तु तत् निमित्तं न भवति वा? आम् तदेव अस्ति, तदेव अस्ति। गुणानां साक्षात् कथम्? अतः अर्थनिमित्तम् अपि न ग्रहणीयं, यतः अर्थः स्वीकृ कुर्मः चेत् किमपि सूत्रं निरवकाशं भवति, अतः अर्थमपि अर्थं निमित्तम् इति न स्वीकरणीयम्। सर्वे अर्थसम्पूर्णतया तत् न अवगच्छामि महोदय, अर्थसम्पूर्णतया परित्यक्तव्यः इति न उच्यते इत्युक्ते अर्थं स्वीकरणीयं वा? सम्पूर्णतया मा परित्यजतु, परन्तु यत्र यत्र निमित्तस्य विषयं भवति तत्र तत्र एव निमित्तं रूपेण स्वीकरोतु। अर्थस्य तु महत्त्वम् अस्ति, लिङ्गस्य महत्त्वम् अस्ति, परन्तु निमित्तविषये तद् भिन्ननिमित्तरूपेण न स्वीकरणीयम्। अतः विशेषः न इति रूपेण न स्वीकरणीयं, शब्दस्य विशेषम् इति न स्वीकरणीयं. शब्दस्य ये गुणानि सन्ति, यानि गुणानि सन्ति, यानि विशेषणानि सन्ति, तानि निमित्तरूपेण न स्वीकरणीयम्. केवलं यद् विशेषः अस्ति, नाम यत् शब्दः एव अस्ति, तदेव निमित्तरूपेण स्वीकरणीयम् इति. एकमस्ति शब्दस्ति शब्द, शब्दः इत्युक्ते यस्य ध्वनिः भवति तदस्ति विशेषि विशेषि, तस्य विशेषस्य विशेषस्य विशेषणानि विशेषणानि सन्ति, अर्थ अर्थ लिङ्ग संज्ञा संज्ञा. तर्हि तेषां महत्त्वं तु अस्ति, परन्तु यदा वयं केवलं निमित्तं रीत्या यदि वयं चिन्तयामः तत्र अन्तरङ्गम् इति चिन्तयामः चेत् अन्तरङ्गम् इति यदि वयं चिन्तयामः यत्र कुत्रापि निमित्तस्य प्रश्नः अस्ति तत्र तत्र केवलं यद् विशेष्यमस्ति तदेव स्वीकरणीयं, तस्य गुणानि न स्वीकरणीयानि. तर्हि अन्तरङ्गम् अन्तरङ्गं बहिरङ्गं निमित्तविषयः अस्ति अतः तत्र केवलं शब्दस्य चिन्तनस्य चिन्तनं न तु अवगच्छति वा मदर् महोदय? आं महोदय, अस्तु. तर्हि एतत्तु अधुना वयं जानीमः यत् केवलम् अर्थनिमित्तिकं केवलं शब्दनिमित्तं स्वीकरणीयम्, अर्थनिमित्तिकं न स्वीकरणीयम् इति. अस्तु, तर्हि अग्रे पठामः. अधुना को अस्ति? सुमन् महोदय अग्रे पठतु. अस्तु महोदय. तर्हि अग्रे प्रकृतिविषये स्योन् शब्द प्रसङ्गे कयटस्य अस्तु प्राचीनानां मतं यत् यथा अर्थनिमित्तकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तं नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं, गुणानां प्राधान्यं न. अर्थः न आश्रियते, शब्दः एव निमित्ततया आश्रियते. अतः स्त्रियाम् इति कथने अपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. अस्माकं मूल उदाहरणं किम् अस्ति? वाट् वास् अवर् ओरिजिनल् प्राब्लम्? तिस्र भवति न तस्मात् ओ अस्तु न अर्थं निमित्तकं वा न अस्माकं सर्वप्रथमम् अन्तरङ्गप्रसङ्गे किम् अस्ति अस्माकं अस्माकं किं कार्यं किम् अस्ति अस्माकं प्रथमम् उदाहरणं किम् अस्ति अस्माकं तत्र सेव् योगः शिवयोगः न शिवयोगः न आसीत् खलु तत्र शिवयोगः न मध्ये का स्थितिः आसीत् यत् छोः षुडनासिके च अथवा पुगन्तलघुपदस्य च इति खलु तर्हि तत्र अस्माभिः किं दृष्टं यदि वयम् अर्थनिमित्तिकं संज्ञानिमित्तिकं यदि वयं स्वीकुर्मः तर्हि किं सूत्रम् अन्तरङ्गं किं सूत्रं बहिरङ्गम् शोषुडोर्ननुनासिके च बहिरङ्गं गन्धलघु सुमन् महोदय सुमन् महोदय अस्माभिः पठितं खलु तत्र शोः षुडनासिके च अथवा पुगन्तलघुपदस्य च इति सूत्रयोः मध्ये कस्य सूत्रस्य कार्यं भवति छोः अनुनासिके च किमर्थम् तत् अन्तरङ्गम् अस्ति इति तत् अन्तरङ्गं किमर्थमस्ति पुगन्त लघुपदस्य प्रायः तत् पञ्चनिमित्तानि कथम् आगच्छन्ति उपधा लघु उपधायां लघु इक् वर्णः अस्ति चेत् अङ्गम् आं सर्वे निमित्तम् इति स्वीकृतवन्तः अतः पञ्च निमित्तानि आगच्छति तर्हि तत्र लघ्वी उपधा अङ्गम् इति सर्वं यदि वयं चिन्तयामः भिन्ननिमित्तरूपेण तर्हि तत्सर्वम् अस्ति पञ्चनिमित्तानि सन्ति परन्तु लघु उपधा अङ्गम् इति सर्वं तु किम् अस्ति इति सर्वं तु संज्ञा अस्ति खलु संज्ञा अस्ति तत्र शब्दः तु केवलं शिव योगः न इति अस्ति शिव न तत्र लघु उपधा अङ्गम् इति सर्वं तु शिव इति शब्दस्य विशेषणम् अस्ति यत् अस्तु तत्र उपधा अस्ति इकवर्णः उपधा अस्ति लघु अस्ति इकवर्णः अङ्गम् अस्ति इति सर्वं संज्ञा अस्ति आम् अतः संज्ञा भिन्नरीत्या यदि वयं निमित्तरूपेण यदि वयं स्वीकुर्मः तत् अस्ति पञ्चनिमित्तानि परन्तु यदि वयं भिन्नरूपेण न स्वीकुर्मः केवलं शब्दरूपेण स्वीकुर्मः यथा नागेशः अथवा नवीनवैयाकरणाः चिन्तयन्ति तदा कति निमित्तानि भवन्ति त्रीणि एव त्रीणि कथम् शब्दनिमित्तम् एव यदि वयं स्वीकुर्मः दश शब्द एव निमित्तम् अस्ति तत्र कति निमित्तानि सन्ति निमित्तद्वयं भवति किं न इति निमित्तद्वयं भवति तर्हि इदानीं वयं जानीमः खलु यत् यदि संज्ञा यदि वयं कुर्मः भिन्ननिमित्ततया कथं दोषः भवति यदि अर्थनिमित्तिकं भिन्नरीत्या वयं कुर्मः कथं दोषः भवति इति अधुना वयम् अन्य अन्य उदाहरणं दृष्ट्वा वयम् अवगच्छामः यत् तथा न करणीयम् अतः प्राचीन वैयाकरणस्य मतं न स्वीकरणीयं केवलं नूतनवैयाकरणस्य मतं स्वीकरणीयं नाम केवलं शब्द एव निमित्तं तत्र शब्दमध्ये स्थिता यत् संज्ञा अस्ति शब्दमध्ये स्थितं यत् अर्थम् अस्ति शब्दमध्ये स्थितं यत् लिङ्गम् अस्ति तत्सर्वं विशेषणानि तानि सर्वाणि विशेषणानि सन्ति तत् तानि निमित्तरूपेण न स्वीकरणीयम् अतः केवलं सिंहयोगः न इति स्थाने पुभक्तलघुपदस्य च इति सूत्रस्य केवलं निमित्तद्वयमस्ति. अवगच्छति? आम् आम्. छोः शृणासिके च इति सूत्रस्य निमित्तं कति सन्ति, निमित्तानि कति सन्ति? तत्रापि स्मरामि निमित्त निमित्तद्वयं, किन्तु द्वयमेव. अस्तु, तर्हि छोः शृणासिके च इति सूत्रस्य अपि निमित्तद्वयं, पुगन्तलघुपदस्य च इति सूत्रस्यापि निमित्तद्वयम्. अतः अत्र अन्तरङ्गविषयम् अन्तरङ्गविषयः एव नास्ति इति वार्ता अस्ति. उभयोः शब्दरूपी उभयोः सूत्रयोः शब्दरूपी निमित्तानि समानानि सन्ति. सिव् न, सिव् न. अतः अन्तरङ्गत्वेन वयं न ज्ञातुं शक्नुमः कस्य सूत्रस्य कार्यं भवति, यतोहि अत्र अन्तरङ्गमेव नास्ति. इदानीं तु वयम् अन्तरङ्ग जेन्युयिन् अन्तरङ्गं किमपि न दृष्टवन्तः खलु. जेन्युयिन् अन्तरङ्गम् आगच्छति अग्रे, अग्रे आगच्छति. अस्तु अस्तु अस्तु, इदानीं तु बाटम् लैन् अस्ति, संज्ञा न स्वीकरणीयम्, अर्थं न स्वीकरणीयं, लिङ्गं न स्वीकरणीयं, किमपि न, शब्द एव द्रष्टव्यं निमित्तरूपेण. निमित्तरूपेण अग्रे पठतु. अस्तु, तर्हि ततः परं नागेशस्य मतं भाष्यकरस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव गृह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतः भवति, तदनन्तरं निमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तद् अन्तरङ्गम्. तत् अन्तर् भूतः च बहुविधम्. इदानीमेव चर्चा कृतवन्तः खलु, अर्थं न स्वीकरणीयं, संज्ञा न स्वीकरणीयं, सर्वे निष्कास्य किमपि शब्दरूपे रूपम् एव यद् अवशिष्यते तदेव स्वीकरणीयं निमित्तं रूपेण. तर्हि अग्रे पठतु. एतत् आधारेण उपरि सिव् योगः न इति स्थितौ संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्. अग्रे नागेशः वदति यत् प्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा नासिके च नित्यशास्त्रं, यतो हि तस्य शिवयोग न इति स्थितौ अपि प्रसक्तिः. पुगन्तलघुपदस्य च इत्यनेन गुणं कृत्वापि सेव् योग न इति स्थितौ अपि चोः शूडनासके च इत्यस्य प्रसक्तिः. किन्तु प्रथमं चोः शूडनासके च इत्युक्ते तत्तु षष्ठ अध्याये 6.4.19 भवति चेत् तदनन्तरं पुगन्तलघु पदस्य च 7.3.86 भवति न वा इति अग्रे द्रष्टव्यम्. तर्हि किमस्ति इदानीं सूत्रसङ्ख्या पश्यामः चेत् पुगन्तलघुपदस्य परसूत्रम् अस्ति अतः तदेव कार्यं करोति. अत्र अन्तरङ्गं तु न भवति खलु इति तु जानाति. तर्हि अन्तरङ्ग न भवति चेत् नित्यशास्त्रं द्रष्टव्यं खलु. ओ अस्तु अस्तु अस्तु. परकार्यम् इस् द लीस्ट् इम्पार्टेण्ट्. अन्तरङ्गानन्तरं नित्यशास्त्रम् आगच्छति. आम् आम् आम् आम् आम्. तर्हि अत्र अधुना प्रश्नः अस्ति यत् अन्तरङ्गत्वं नास्ति, नित्यशास्त्रमस्ति वा इति चिन्तनीयम्. यदि नित्यशास्त्रम् अस्ति तत् तर्हि कार्यं करोति. तर्हि अधुना अस्तु चिन्तनीयं, चिन्तयामः. शिवयोगः न इति स्थाने छोः शुरासिके च पुगन्तलघुपदस्य च इति कार्यम् इति प्रसक्तिः भवति. तर्हि यदि पुगन्त तर्हि यदि छोः शुनासिके च इति सूत्रं किं वदति महोदय? शिवयोगः न तस्य किं भवति? तत्र वकारस्य स्थाने उकारः आगच्छति. तर्हि सि उ योगः न भवति. पुगन्तलघुपदस्य च इति सूत्रं किं वदति? सि तत्र लघु इक् अस्ति उपदायां, तस्य गुणः भवति सेव् योगः न. तर्हि अधुना शोषणासिके च भवति चेत् सियु न, पुगन्तलघुपदस्य च सेव् योगः न. अधुना महोदय भवती वदतु, यदि पुगन्तलघुपदस्य च सूत्रस्य कार्यं यदि प्रथमं यदि वयं कुर्मः सेव् योगः न इति भवति, तत्र छोः शुनासिके च इति सूत्रस्य पुनः प्रसक्तिः अस्ति न वा? सुमन् महोदय क्षम्यतां महोदय, यदि पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति सेव् योगः न इति भवति, अत्र छोः शुनासिके च इति सूत्रस्य प्रसक्तिः पुनः भवति वा? तत्रापि वकारः उकारः भवितुं शक्नोति. भवितुं शक्नोति. तर्हि पुगन्तलघुपदस्य पुगन्तलघुपदस्य च पूर्वम् अपि प्रसक्तिः अस्ति, अनन्तरमपि प्रसक्तिः अस्ति. तर्हि एतत्तु अस्ति, परन्तु छोः शुनासिके च इति यदि वयं कुर्मः सि यु योगः न, तस्या अनन्तरं पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति न वा इति वयं न जानीमः इदानीं पर्यन्तं, खलु? तद् वयम् अग्रे द्रष्टव्यं. तर्हि तत् किमस्ति? तत् अग्रे द्रष्टव्यम्. तत् नूतनविषयः अस्ति, अतः इदानीम् एव अहं वयं विरमामः. परन्तु अहं झटिति वदामि यत् अधुना प्रश्नः अस्ति यत् छोः शुनासिके च यदि प्रथमं कार्यं करोति उ योगः न, तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति न वा इति प्रश्नः अस्ति. तर्हि अधुना सि उ योगः न इति स्थित्यां पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि सि उ इति शब्दे इकारः लघुपधा अस्ति. तदनन्तरं न प्रत्ययः यत् अस्ति तदपि आल्हादुकप्रत्ययः अस्ति, अतः पुगन्तलघुपदस्य च प्रसक्तिः अस्ति. परन्तु इको यणचि इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि सि उ मध्ये सि योगः उ स्यु भवितुं शक्नोति. तर्हि नौ द न्यू क्वश्चन् इस् पुगन्तलघुपदस्य च कार्यं करोति अथवा इकोयणचि कार्यं करोति. तर्हि अधुना इकोयणचि इति सूत्रस्य कृते निमित्तानि कानि? इकारः उकारः नाम सि उ इति शब्दः एव निमित्तम्. परन्तु पुगन्तलघुपदस्य च कृते सियु अपि निमित्तमस्ति यतोहि तत्र इकारः अस्ति, उपधा अस्ति. परन्तु न अपि निमित्तमस्ति यतोहि आर्धातुकप्रत्ययः नास्ति चेत् पुगन्तलघुपदस्य च इति कार्यं कर्तुं न शक्नोति. अतः पुगन्तलघुपदस्य च इति सूत्रस्य कृते शब्दरूपी निमित्तमस्ति सियु न. इकोयणचि इति सूत्रस्य कृते निमित्तं केवलं सियु अस्ति. तत्र इकोयणचि कृते न इति प्रत्ययस्य किमपि निमित्तं नास्ति. अतः शब्दरूपी निमित्तं स्वीकृत्य अन्तरङ्गत्वेन इकोयणचि स्वीकृत्य इकोयणचि अन्तरङ्गं सूत्रम्, उगन्तलघुपदस्य च बहिरङ्गं सूत्रम्. अतः इकोयणचि एव कार्यं करोति. नाम एकवारं सि उ योगः न भवति, तदनन्तरं पुगन्तलघुपदस्य च प्रसक्तिः न भवति. इकोयणचि सूत्रस्य एव प्रसक्तिः भवति अन्तरङ्गत्वेन. नाम यदि वयं प्रथमं छोः शूलनासिके च यदि वयं कुर्मः येन सि उ योगः न आगच्छति, तदनन्तरं पुगन्तलघुपदस्य च प्रसक्तिः एव न भवति. अतः छोः शूलनासिके च इति सूत्रं नित्यसूत्रम्, यतोहि पुगन्तलघुपदस्य च पूर्वम् अथवा अनन्तरं छोः शूलनासिके च कार्यं कर्तुं शक्नोति. परन्तु छोः शूलनासिके च एकवारं यदा कार्यं करोति सि उ योगः न भवति, तत्र पुगन्तलघुपदस्य च प्रसक्तिः न भवति यतोहि तत्र इकोरणचि तस्य प्रसक्तिः. अतः छोः शूलनासिके च नित्यसूत्रम्, अतः तस्य कार्यमेव भवति. अतः सेव् योगः न कदापि न भवति, अपि तु सि उ योगः न भवति. अधुना सि उ योगः भवति. हा, अधुना सि उ योगः न मध्ये वयम् अधुना एव द्रक्ष्यामः अस्माभिः यत् पुगन्तलघुपदस्य च सूत्रं कार्यं न करोति, इकोयणचि करोति. अतः स्यु योगः न भवति. तदनन्तरं स्यु योगः न इति स्थित्यां सार्वधातुक आर्धातुकयोः इति सूत्रेण स्यु मध्ये उकारः अस्ति अन्ते, न तु आर्धातुकप्रत्ययः अस्ति. अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति स्यो, यो भवति स्यो न इति शब्दः भवति. तर्हि सुमन् महोदय, भवती पृच्छति खलु अन्तरङ्गस्य वस्तुतः उदाहरणम् अस्माभिः दृष्टं न वा? अत्र अस्ति इकोयणचि वर्सेस् पुगन्तलघुपदस्य च मध्ये वस्तुतया अन्तरङ्गशास्त्रेण इकोयणचि सूत्रस्य कार्यम् अस्तु इति संक्षिप्तेन मया उक्तम्. अग्रिमरविवासरे एकवारं पुनः दीर्घरूपेण अग्रे पठामः, परन्तु एतत् सर्वम् अस्ति. तर्हि वयं ज्ञातुं शक्नुमः यत् स्योन एक एव शब्दे अन्तरङ्गत्वस्य अपि अस्माभिः उदाहरणं दृष्टं, नित्यशास्त्रस्य अपि अस्माभिः उदाहरणं दृष्टं. तर्हि बहु महत्त्वपूर्णम् उदाहरणमस्ति, वेरि डीप् एक्साम्पल् अस्ति. अस्तु, तर्हि अधुना विरमामः. प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम्? एकवारं पठितुं धन्यवादः. धन्यवादः महोदय.